नमस्सर्वेभ्यः. अस्मिन् न्यायवर्गे भवतां सर्वेषां स्वागतं. गतवर्गे अस्माभिः उपमानखण्डः आरब्धः. उपमानं नाम प्रमाणमेव, प्रमायाः करणं प्रमाणं. बहुवारम् अस्माभिः पूर्वं पठितं प्रमायाः करणं प्रमाणम् उपमानम्. तत्र उपमानद्वारा किं ज्ञायते इति चेत् तत्र शक्तिज्ञानं जायते. उपमानद्वारा शक्तिज्ञानं जायते. शक्तिः नाम किम् इति पुनः प्रश्नः. शक्तिः नाम किम् इति चेत् शक्तिनाम इच्छा. न अस्माकम् इच्छा, परन्तु ईश्वरस्य इच्छा. परन्तु न यत्किञ्चित् इच्छा. पुनः कीदृशी इच्छा इति चेत् अस्मात् पदात् अयम् अर्थो बोद्धव्यः इत्याकारिकाया इच्छा एव शक्तिः इति उच्यते. शक्तिः इच्छा एव सम्बन्धः भवति. पदपदार्थयोः मध्ये ईश्वरस्य या इच्छा, सा इच्छा एव सम्बन्धः भवति. अस्माभिः तत्र सम्बन्धस्य विविधप्रकारः दृष्टः. कदाचित् भवति संयोगः, कदाचित् भवति समवायः, कदाचित् भवति संयुक्तसमवायः इत्यादिकं सर्वं. कदाचित् भवति स्वरूपसम्बन्धः, स्वस्य स्वरूपमपि सम्बन्धरूपेण भासते. तथैव ईश्वरस्य इच्छा अपि पदपदार्थयोः मध्ये सम्बन्धरूपेण भासते. तादृश्याः इच्छायाः यत् ज्ञानं, तदेव शक्तिज्ञानम् इति उच्यते. नाम पदपदार्थयोः सम्बन्धज्ञानं, सम्बन्धस्य स्वरूपं कीदृशम्, ईश्वरेच्छारूपं सम्बन्धस्य स्वरूपं. तादृश्याः इच्छायाः, तादृशस्य सम्बन्धस्य यद् ज्ञानं, तादृशसम्बन्धः एव शक्तिः इति उच्यते. सा इच्छा एव शक्तिः इति उच्यते. तादृश्याः इच्छायाः ज्ञानमेव शक्तिज्ञानम् उपमानप्रमाणद्वारा भवति. उपमानस्य तदेव प्रयोजनं विद्यते. तत्सर्वम् अस्माभिः पठितं. किञ्चित् इतोपि अद्य शक्तिग्रहस्य विषये किञ्चित् उच्यते. तर्हि एतान् विषयान् आदाय एव तत्र उपस्थापनं विद्याशङ्करमहोदयस्य 285 अत्र आरम्भतः 285 पुटस्य प्रथमपरिच्छेदस्य अन्त्यपर्यन्तं ये विषयाः निरूपिताः तान् आदाय उपस्थापनं विद्यते. अस्तु महोदय, नमस्कारः सर्वेभ्यः. धन्यवादः महोदय. अद्य अस्माकं प्रवर्तमानः विषयः अस्ति उपमानम् इति प्रमाणम्. बहुपूर्वम् अस्माभिः दृष्टं चत्वारि प्रमाणानि. प्रमा इत्युक्ते यथार्थज्ञानं. तत्र वाक्यानि आसन् ग्रन्थात् यथार्थ अनुभवः चतुर्विधः, प्रत्यक्ष अनुमिति उपमिति शाब्दभेदात्. अपि च तत्करणम् अपि चतुर्विधं, प्रत्यक्ष अनुमान उपमान शब्दभेदात् इति वाक्यानि आसन्. अनेन स्मरामः यत् प्रत्यक्षप्रमाणे प्रत्यक्षमिति फलम् इत्युक्ते ज्ञानमेव, प्रत्यक्षम् इति अपि करणम् इत्युक्ते असाधारणकारणम्, अत्र इन्द्रियमेव करणम्, इन्द्रियाणां सन्निकर्षः इति व्यापारः. पुनश्च अनुमितिप्रमाणे अनुमितिः अथवा अनुमा इति फलम्, अनुमानम् इति करणम्, अत्र व्याप्तिः एव करणम्, परामर्शः इति व्यापारः. अनुमानं बहुभिः वादिभिः अङ्गीक्रियते इत्यस्मात् उपमानात् पूर्वं ग्रन्थकारेण विस्तृतम्. अग्रे वक्ष्यमाणे शाब्दबोधप्रमाणे शक्तिग्रहस्य उपयोगः भविष्यति, यत् उपमानफलम् अपि अस्ति. अनेन कारणेन शाब्दबोधः निरूपणात् पूर्वम् उपमानं निरूप्यते. आरम्भे मूलग्रन्थवाक्यानि दृष्ट्वा तेषां विवरणं वक्ष्यामि. प्रकृते उपमानखण्डे उपमितिः इति फलं, तत्करणम् उपमानम्. उपमितिः इति का इति प्रश्ने सति संज्ञा सङ्गीसम्बन्धः ज्ञानम् एव उपमितिः. तस्य करणं सादृश्यज्ञानं, तदेव उपमानम्. अत्र अतिदेशवाक्यार्थस्मरणम् एव अवान्तरव्यापारः. प्रकृतविषये उपमा अथवा उपमितिः इति फलवत् ज्ञानं बोधयति. एतत् फलं शक्तिज्ञानम् इति उच्यते. यथा पूर्वं पठितं शब्दे एका शक्तिः अस्ति या ईश्वर इच्छया लब्धम्। अनेन पदेन अस्य पदार्थस्य बोधः भवतु इति शब्दे एका ईश्वर इच्छा शक्तिः अस्ति। व्याकरणदृष्ट्या मा धातुभ्यः करणे ल्युट् इति प्रत्ययस्य योजनेन उपमानम् इति पदस्य व्युत्पत्तिः। तर्हि शक्तिज्ञानस्य साधनम् एव उपमानम् इति अर्थः फलति। किन्तु उपमा इति पदे उप इति उपसर्गपूर्वकेन पुनः मा धातुना एव बोधनात् फलम् उपमितिः शक्तिज्ञानम् एव इति ग्राह्यम्। एतत् शक्तिज्ञानं सादृश्यज्ञानजन्यम् इति अग्रे उच्यते। आहत्य उपमानजन्यत्वविशिष्टस्य शक्तेः यत् कारणं तदेव उपमानम् इति अवगन्तव्यम्। इदानीं पुनः लक्षणवाक्यानि अवलोकयामः। उपमितिः संज्ञा संज्ञिसम्बन्धज्ञानम् इति अस्ति। अत्र संज्ञा इत्युक्ते पदं येन कोऽपि पदार्थः अभिधीयते। यस्य पदार्थस्य संज्ञा अस्ति सः संज्ञी इत्युक्ते पदवाच्यः। तयोः संज्ञासंज्ञिनोः सम्बन्धः एव पूर्वोक्ता ईश्वरेच्छारूपा शक्तिः। तस्याः शक्तेः ज्ञानम् एव उपमितिः। अस्य उदाहरणम् अग्रे वक्ष्यमाणम् अस्ति। एषा शक्तिः इत्युक्ते पदपदार्थयोः सम्बन्धः प्रत्यक्षे अपि च अनुमाने न चर्चिता, किन्तु अस्मिन् सन्दर्भे उपमितेः विषयः तु अस्ति। इदानीम् उदाहरणम्। एकः नगरस्य वासी गवय इति पदस्य अर्थं न जानाति। तं प्रति एकः अरण्यवासी वदति भोः गवयः गोसदृशः इति वदति। अनेन एतावता नागरिकस्य शाब्दबोधः न जायते, यतोहि नागरिकः आरण्यकस्य वचनात् गवय इति पदं जानाति, किन्तु गवयसम्बन्धपदार्थस्य ज्ञानं तस्य मनसि न एतावता उत्पद्यते। गवयपदस्य अपि च गवयपदार्थस्य यः सम्बन्धः ज्ञानार्थम् अपेक्षितः तस्य अभावः तु एतावता श्रोतुः मनसि अस्ति। अत्र वक्तव्यं यत्र वाक्यप्रयोगः अस्ति तत्र अस्मिन् वाक्ये यानि यानि पदानि उचितानि तेषां सर्वेषां ज्ञानेन भवितव्यम् इति अग्रे वक्ष्यते। आहत्य यावत् श्रोतुः नागरिकस्य गवयपदशक्तिग्रहः न भवति तावत् तस्य शाब्दबोधः न जायते एव। तर्हि गवयपदस्य ज्ञानेन केवलं गवयपदवाच्यत्वेन कश्चन पदार्थः अस्ति इत्येव नागरिकस्य मनसि ज्ञानं जायते। गवयपदस्य ज्ञानं गवयत्वजातिविशिष्टं पदार्थं न ज्ञापयति। अपि च गवयपदेन यः पदार्थः सम्बद्धः सः गोसदृशः इत्यपि सः नागरिकः जानाति। आहत्य गवयपदस्य अर्थः एव गवयः, यः गोसदृशः इति श्रोतुः ज्ञानम्। अनन्तरं यदा नागरिकः वनं गत्वा गोसदृशं पदार्थं दृष्ट्वा आरण्यकस्य वाक्यं स्मरति तदा एव अहो अयं गवयपदस्य वाच्यः एव गवयः इति ज्ञानं यत् श्रोतुः मनसि जायते सा एव उपमितिः। तावत् महोदय, धन्यवादः। बहु समीचीनमस्ति महोदय, समीचीनं सर्वं सम्यक् प्रतिपादितम्। अग्रे सरामः। मध्ये कोऽपि आगतो वा? एकः प्रश्नः अस्ति, इत्युक्ते क्रमः एतद् भवति इति चिन्तयामि। प्रथमं वाक्यं शृणोति, अनन्तरम् अवगच्छति तत् वाक्यस्य अर्थः कः इति अवगच्छति, तत् शब्दबोधः खलु? एवम् एवं हा। अनन्तरं मनसि संस्कारः भवति, अनन्तरं गवयं दृष्ट्वा पूर्वं श्रुतं वाक्यं स्मरति, तदेव व्यापारः। एवम् एवम् अस्ति न तत्र गवयं पश्यति यदा गवयं पश्यति तदा सादृश्यज्ञानं जायते। तदा सादृश्यज्ञानं जायते, सादृश्यज्ञानद्वारा अतिदेशवाक्यार्थस्मरणं भवति, यतोहि एकसम्बन्धिज्ञानम् अपरसम्बन्धिस्मारकम्। एतत् सर्वम् अद्य पश्यामः भवति। अपि च इतोपि एकः प्रश्नः अस्ति महोदय, यदि माता घटं प्रथमवारं दर्शयित्वा एषः घटः इति वदति चेत् तत्र बालकः इति स्वीकुर्मः चेत् बालकस्य प्रथमं पश्यति चेत् प्रत्यक्षप्रमाणं भवति, अपि च शाब्दबोधः भवति, एषः घटः इति शाब्दबोधः, अनन्तरं पदपदार्थयोः सम्बन्धज्ञानम् अपि भवति, खलु? तथा अस्ति खलु? तथा अस्ति, तथा अस्ति एवम्। अपि च अहं जानामि भवत्याः प्रश्नः किम् इति चेत्, तत्र तु अतिदेशवाक्यस्मरणम् इत्यादिकं नास्ति भोः, कथं तत्र शक्तिग्रहः इति प्रश्नः इति चेत्, तत्र शक्तिग्रहस्य उपायाः बहवः सन्ति, केवलम् उपमानमेव शक्तिग्रहस्य उपायः इति नास्ति। तदेव उक्तं तत्र तत्र गतसप्ताहे अस्माभिः एकः श्लोकः पठितः आसीत्, शक्तिग्रहं व्याकरणोपमानकोशाप्तवाक्यात् व्यवहारतश्च वाक्यस्य शेषात् विवृतेर्वदन्ति सान्निध्यतसिद्धपदस्य वृद्धाः इति बहवः उपायाः सन्ति। व्याकरणमपि शक्तिग्रहस्य उपायः, व्यवहारः व्यवहारतस्य, यदि यदा यद् उदाहरणं भवत्या अत्र उक्तं तद् व्यवहार इति इत्यत्र अन्तर्भवति, व्यवहारद्वारा अपि ज्ञानं भवति, वृद्धस्य व्यवहारः। अस्माभिः पूर्वं पठितमासीत् खलु, अपरवृद्धः इति, उत्तमवृद्धः इति, एतस्मिन् विषये तत्र बहु चर्चा अपि वर्तते। आबाप उद्बाप इति उच्यते, आबाप उद्बापाभ्यां शक्तिग्रहः जायते इति, व्यवहारतः शक्तिग्रहः अपि भवति तद् व्यवहारतः, परन्तु अत्रत्यः विषयः उपमानद्वारा शक्तिग्रहः केवलं, तावदेव। अवगतं, धन्यवादः। एवम् अस्तु, अग्रे सरामः। किमस्ति तत्र द्वितीयपरिच्छेदात् आरभ्य 285 मध्ये सावित्री भगिनी पठति वा, तत्रापि गोसदृशः इत्यारभ्य। आम् महोदय, तत्रापि गोसदृशः इत्यस्य कोऽर्थः गौः खुरविषाणलाङ्गूलादिमति यथा तद्वदेव यः भवति सः गोसदृशः इत्युच्यते, एवञ्च गवयपदार्थः गोसदृशः इति अरण्यकवाक्यात् भवति बोधः, ततः नागरिकः एषः अरण्यं प्रति गतः, तत्र च कस्मिंश्चित् पिण्डे विषाणलाङ्गूलादिधर्मान् पश्यति, इदमेव गोसदृशज्ञानम् इति उच्यते उपमितेः फलरूपायाः इदमेव कारणम्। सादृश्यज्ञानेन अरण्यकपुरुषेण यदुक्तं तत्तस्य पुनरपि स्मर्यते, गोसदृशः गवयपदवाच्यः इदमेव अतिदेशवाक्यार्थस्मरणमित्युच्यते, ततः परम् अयं गवयत्वविशिष्टः गोपदवाच्यः इति शक्तिग्रहः उत्पद्यते, तथा च अनुमानशब्दयोरिव अत्रापि भवति क्रमः। आम्, इदानीं यथा पूर्वस्मिन् वर्गे दृष्टवन्तः अपि च किञ्चित् इदानीमेव चर्चितवन्तः, अस्य बोधः कथं भवति, क्रमः कः इति सर्वम् अत्र उक्तमस्ति। तत्रापि गोसदृशः इत्यस्य को अर्थः, तदेव अत्र प्रश्नः। यदा वनपुरुषेण उक्तं गोसदृशः गवयपदार्थः इति, तत्र गोसदृशः इत्युक्ते किम् इति अर्थः किम् अवगच्छामः इति, गौः खुरविषाणलाङ्गूलादिमति यथा तद्वदेव यः भवति सः गोसदृशः इत्युच्यते। अस्तु, वयं जानीमः गौः कुरः अपि अस्ति, विषाणः अपि अस्ति, लाङ्गूलः लाङ्गूलापि अस्ति, इत्युक्ते हूप्स् अपि च टेल् एतत् सर्वं यस्मिन् अस्ति तदेव गोसदृशः इत्युच्यते इति, तद्वदेव भवति सः गोसदृशः इत्युक्ते यानि धर्माणि गौः अस्ति तदेव गोसदृशः इति अवगच्छामः। एवञ्च गवयपदार्थः गोसदृशः इति अरण्यकवाक्यात् भवति बोधः. आरण्यकवाक्यात् भवति बोधः इत्युक्ते यदा अरण्यपुरुषः वदति गोसदृशः गवयपदार्थः, तत्र अस्माकं मनसि एवमेव भवति. यानि यानि धर्माणि गौः अस्ति तदेव गवयवाच्यः इति अवगच्छामः. ततः नागरिकः एषः अरण्यं प्रति गतः, तत्र च कस्मिंश्चित् पिण्डे तदेव सर्वान् धर्मान् पश्यति. विषाणं पश्यति, लाङ्गूलं पश्यति, अपि च खुरं पश्यति. इदमेव गोसादृश्यज्ञानम् इति उच्यते. तदा पुनः स्मरणं भवति, ओ एतदेव गवयः प्रायः, इत्युक्ते सर्वान् धर्मान् अत्रापि अस्मिन् पिण्डे अपि पश्यामि इति गोसदृशज्ञानम् इति उच्यते. उपमितेः फलरूपायाः इदमेव कारणम् इत्युक्ते अस्मिन् उपमा उपमितेः फलरूपम् उपमितिः इति अवगतवन्तः. अत्र तदेव कारणम् इत्युक्ते प्रथमं किञ्चित् वाक्यं शृणोति, तस्मात् किञ्चित् ज्ञानं भवति, सादृश्यज्ञानं भवति. तदनन्तरं यः कोऽपि पिण्डं पश्यति यस्मिन् एतानि सर्वाणि धर्माः सन्ति, तत्र उपमायाः उपमितिः भवति, इत्युक्ते ज्ञानं भवति एतदेव गोसदृशम् इति. तादृशसादृश्यज्ञानेन आरण्यकपुरुषेण यदुक्तं तत्तस्य पुनरपि स्मर्यते, पुनः स्मरणं भवति, आरण्यकपुरुषस्य वाक्यं स्मर्यते. गोसदृशः गवयपदवाच्यः इत्युक्ते अत्र गोसदृशः गवयपदवाच्यः इति तस्य बुद्धौ ज्ञानं नूतनज्ञानम् उत्पद्यते. इदमेव अतिदेशवाक्यार्थस्मरणम् इत्युच्यते. इत्युक्ते अतिदेशवाक्यार्थस्मरणम् इत्युक्ते अस्मिन् प्रसङ्गे न, परन्तु अन्यत्र कुत्रापि श्रुतं वाक्यं स्मर्यते, अपि च तस्मात् किञ्चित् ज्ञानम् उत्पद्यते इति मम चिन्तनं. ततः परम् अयं गवयत्वविशिष्टगोपदवाच्यः इति शक्तिग्रहः उत्पद्यते. इदानीं शक्तिग्रहस्य अत्र भगिनी अत्र मुद्रणदोषः, गवयत्वविशिष्टः गवयपदवाच्यः इति वक्तुं. तदेव मम चिन्तनमासीत् महोदय, इदानीं गोपदवाच्यः कथं, सत्यं ततः परम् अयं गवयवाच्यः इति शक्तिग्रहः उत्पद्यते. तदा एव पदपदार्थयोः शक्तिग्रहः उत्पद्यते, तथा च अनुमानशब्दयोरिव अत्रापि भवति क्रमः. तत्र सर्वं सम्यक् एव अस्ति. अत्र कोऽपि प्रश्नः अस्ति वा? समीचीनं सर्वम् अस्ति. कोऽपि प्रश्नः अत्र कस्यापि अस्तु नास्ति? भवतु नाम तत्र एकमेव वदामि. नैयायिकाः किं कुर्वन्ति, सर्वेषामपि पदानां पदार्थानां वा लक्षणं कुर्वन्ति, विवरणं कुर्वन्ति. अत्र सादृश्यं नाम किम् इत्यस्मिन् विषये लक्षणवाक्यं वा स्वरूपकथनं वा किमपि न कृतं, साक्षात् उदाहरणमेव प्रदर्शितं. खुरविषाणलाङ्गुलादिमति नाम यथा गवी खुरः वर्तते तथैव गवयेति खुरः वर्तते, यथा गवी विषाणः वर्तते तथा विषाणः लाङ्गूल इत्यादिकं साक्षात् उदाहरणं प्रदर्शितम्. सादृश्यं नाम किम् इत्यस्य तु एब्स्ट्राक्ट् भवति खलु, लक्षणं न कृतं. कोऽपि स्मरति वा सादृश्यं कथं नैयायिकाः सादृश्यस्य विषये चिन्तयन्ति, कथं निरूपयन्ति? अन्यत्र बोधयन्ति. समीचीनं. भूयौ समानधर्मवत्त्वं सादृश्यम् इति वदन्ति. भूयौ नाम अधिक, अधिकमेव भवेत्, किञ्चिदिव न भवेत्, अधिकं भवेत् सादृश्यं. नाम समानधर्मवत्त्वम् अधिकम् अस्ति चेत्, नाम बहवः धर्माः समानाः सन्ति चेत् एव सादृश्यम् इति उच्यते. तर्हि भूयो समानधर्मवत्त्वम् इति कदाचित् भवेत् मनसि, भूयो समानधर्मवत्त्वम्. अत्र तत्र भूयिष्ठत्वं वर्तते खलु, अत्र खुरापि वर्तते, खुरः अपि वर्तते, शाणः अपि वर्तते, लाङ्गुलमपि वर्तते इति. तत्र बहवः धर्माणां तत्र साम्यम् अस्ति इति कृत्वा सादृश्यं भूयो समानधर्मवत्त्वम् इति. अस्तु, अन्यत् सर्वं समीचीनम् अस्ति. इदानीं क्रमः नाम अत्र किं वदति इत्युक्ते, यथा अनुमाने क्रमः भवति अथवा यथा शाब्दबोधे क्रमः भवति, क्रमः पौर्वापर्यं खलु क्रमः भवति, तथैव अत्रापि क्रमः इति प्रदर्शनार्थम् इदं पुस्तक अत्र प्रदर्शितः. किं कुर्मः इदानीं, रत्ना भगिनी तत्र कोष्ठके किं किं तत्र प्रदर्शितं, किं वक्तुम् इच्छति इति प्रयत्नं करोति वा? अस्तु महोदय. व्याप्ते ज्ञानं, शक्तिज्ञानं, आरण्यकवाक्यजन्यबोधः, एते त्रयः अपि स्वस्वकाले भवन्ति, प्रमोत्पत्तिकाले न तेषाम् उत्पत्तिः. अस्तु, इत्युक्ते क्रमः कथं भवति इति प्रायः अत्र प्रमा उत्पत्तिकाले प्रथमं किम् उत्पत्तिपूर्वं किं भवति इति, व्याप्तिज्ञानं भवति, शक्तिज्ञानं भवति, अनन्तरं आरण्यकवाक्यजन्य बोधः, एतत् सर्वं प्रमायाः उत्पत्तिपूर्वमेव भवन्ति, अपि च एकस्मिन् काले न किन्तु स्वस्वकाले भवन्ति इति प्रथमं नाम. समीचीनमस्ति, समीचीनमस्ति. किञ्चिदिव वैशद्यर्थम् अत्र प्रमा इति उच्यते. प्रमा उत्पत्तिकाले इदानीं व्याप्तिज्ञानम् अस्ति, शक्तिज्ञानम् अस्ति, आरण्यकवाक्यजन्यबोधः इति त्रयः बोधाः. तत्र स्वस्वकाले नाम प्रमा नाम अनुमितिः, प्रमा नाम शाब्दबोधः, प्रमा नाम शक्तिज्ञानम् इति प्रमा, तत्तत् प्रमा. तर्हि यदा अनुमितिः नाम प्रमा जायते, प्रमायाः उत्पत्तिः यदा भवति तदा व्याप्तिज्ञानस्य उत्पत्तिः नास्ति, तत्पूर्वमेव. व्याप्तिज्ञानं तु स्वस्मिन् काले एव भवति पूर्वं, न तु प्रमा उत्पत्तिकाले, न तु अनुमिति उत्पत्तिकाले. तथैव शक्तिज्ञानं पूर्वमेव भवति, न तु शाब्दबोधकाले. तथैव आरण्यकवाक्यजन्यबोधः पूर्वमेव भवति, न तु उपमितिः यदा भवति तदा इति. किञ्चिदिव वैशद्यर्थम् अग्रे वदतु भगिनि. संस्कारः कुत्र अस्ति इत्युक्ते आत्मनि इति वयं जानीमः. अनन्तरं संस्कारः किमर्थम् अस्तु नाम यदा व्याप्तिज्ञानं जायते, ज्ञानं तु नश्यति परन्तु किं तिष्ठति मनसि, संस्कारः तिष्ठति. तथैव शक्तिज्ञानस्यापि संस्कारः, आरण्यकवाक्यजन्यबोधस्यापि संस्कारः अस्तु. हा, ज्ञानं क्षणात्मकम् इति जानीमः, संस्कारः तिष्ठति आत्मनि. अस्तु, अनन्तरं पक्षधर्मताज्ञानं, पदज्ञानं, सादृश्यज्ञानम्. अस्तु, व्याप्तिज्ञानं वयं जानीमः, तत्र पक्षधर्मताज्ञानं भवति. उदाहरणं वदतु पक्षधर्मताज्ञानस्य. पर्वतो वन्यवान् धुमात् इत्यत्र ज्ञानं नाम किम्? हा पक्षधर्मतज्ञानं नाम तत्र धूमः पर्वते अस्ति इति ज्ञानं हा व्याप्तिज्ञानं न हा व्याप्तिज्ञानं भिन्नं तत्र वह्नि धूमयोः हा पक्षधर्मतज्ञानं अनन्तरं शक्तिज्ञानम् इत्युक्ते पदज्ञानं भवति नाम पदस्य उच्चारणं भवति किमपि भवति तेन पदज्ञानं भवति केवलं अनन्तरम् अनन्तरम् आरण्यकवाक्यजन्यबोधः इत्युक्ते सः उक्तवान् किमपि यत् वाक्यम् आरण्यकः उक्तवान् तस्य वाक्यात् किञ्चित् ज्ञानं जायते तदेव सादृश्यज्ञानम् इति तत् न तथा नाम आरण्यक पुरुषात् अथवा आरण्यकपुरुषवाक्यजन्यबोधस्य स्वरूपं कीदृशमस्ति अस्माभिः चिन्तितं पूर्वं गोसदृशः गवयपदवाच्यः गोसदृशः गवयपदवाच्यः इति शाब्दबोधः तस्य शाब्दबोधस्य संस्कारः मनसि तिष्ठति तावदेव इदानीम् अनन्तरं किं भवति इति चेत् सः नागरिकः वनं गच्छति वने साक्षात् गवयं पश्यति परन्तु न जानाति एषः गवयपदवाच्यः इति न जानाति एतावत्पर्यन्तं गवयं दृष्ट्वा गवये किं जानाति सः भोः अत्र गोसादृश्यं वर्तते इति जानाति किमर्थं गोसादृश्यम् इति चेत् गवये अपि खुरः वर्तते विषाणः वर्तते लाङ्गूलः वर्तते नाम भूयो समानधर्मवत्त्वम् अस्ति अत्र अतः अत्र गोसादृश्यम् अस्ति इति सादृश्यज्ञानं जायते इति अग्रे त्रयाणामपि तत्र तत्र संस्कारोद्बोधकत्वात् स्मरणे उपयोगः त्रयाणाम् इत्युक्ते व्याप्तिज्ञानं शक्तिज्ञानम् अपि च आरण्यकवाक्यबोधः त्रयाणामपि तत्र तत्र इत्युक्ते पूर्वम् इदानीमेव दृष्टवन्तः त्रयाणामपि संस्काराः भवन्ति आत्मनि तत्र तत्र संस्कारबोधोद्बोधकत्वात् स्मरणे यदि पश्यति तदा संस्कारस्य उद्बोधकः भवति इत्युक्ते स्मरणे पुनः आगच्छति पक्षधर्मताज्ञानमेव उद्बोधकं पदज्ञानमेव उद्बोधकं सादृश्यज्ञानमेव उद्बोधकम् उपयोगः भवति अनन्तरं व्याप्तिस्मरणं शक्तिस्मरणं वाक्यार्थस्मरणम् अस्तु अत्र क्रमः किं भवति इत्युक्ते उद्बोधकं भवति अनन्तरं तेषां स्मरणम् आगच्छति ओहो एतत् मया पूर्वं श्रुतम् अथवा ज्ञातम् इति अनन्तरं परामर्शः व्याप्तिज्ञानात् परामर्शः भवति पक्षधर्मता ज्ञानमपि अस्ति व्याप्तिज्ञानमपि अस्ति अतः परामर्शः भवति अनन्तरं शक्ति स्मरणात् किं भवति इत्युक्ते पदार्थ उपस्थितिः अस्तु उपस्थितिः नाम अस्ति खलु न न न कोऽपि वदति उपस्थितिः नाम किं पदार्थ उपस्थितिः उपस्थितिः नाम ज्ञानं पदार्थ उपस्थितिः अस्तु मनसि उपस्थितिः भवति नाम ज्ञानं जायते पदार्थस्य उपस्थितिः मनसि भवति आत्मनि अस्तु अस्तु अनन्तरम् उपमितिः वाक् वाक्यार्थस्मरणं वाक्यार्थस्मरणात् इदानीं फलं लभति. वयं जानीमः फलं किम् इति, अत्र उपमितिः भवति. पूर्वं किं व्याप्तिज्ञानं पक्षधर्मताज्ञानम् एतत् सर्वं भवति चेत् परामर्शः, तत्र अनुमितिः फलं भवति. शक्तिज्ञानात् फलं किं भवति इत्युक्ते शाब्दबोधः. अनन्तरम् अत्र आरण्यकवाक्यजन्यबोधः, तस्मात् सर्वं तृतीय किं स्तम्भं पश्यामः चेत् तत्र उपमितिः फलं भवति. तथैव तथैव अस्ति. अपि च अनेन किं भवति इति चेत् सुस्पष्टं विशदं ज्ञानं जायते. अस्य यदा तुलना क्रियते, तुलनाद्वारा यदि अध्ययनं क्रियते चेत् कण्ट्रास्टिङ्ग् भवति खलु, तेन सर्वं विशदं ज्ञानं जायते. तर्हि सादृश्यज्ञानम् इदानीं पश्यन्तु, सादृश्यज्ञानं तत्र अन्तिमं स्तम्भं पश्यन्ति चेत् सादृश्यज्ञानं करणं मध्यवर्तिव्यापारः वाक्यार्थस्मरणं फलम् अनुमितिः इति भवति. महोदय प्रश्नः अस्ति अत्र, यथा उदाहरणं लिखितं तत्र अन्तिम ज्ञानात् पूर्वं प्रत्यक्षं भवति खलु, तस्य गवयं पश्यति, तर्हि प्रत्यक्षं विना किमपि भिन्न भिन्न किं भिन्न सोपानं भवितुम् अर्हति वा? नाम एकवारं पुनः पृच्छति वा? अत्र सादृशज्ञानं जानाति, गोसदृशं पिण्डं पश्यति, प्रत्यक्षमस्ति खलु, प्रत्यक्षमस्ति सादृश्यस्य तर्हि प्रत्यक्षं विहाय अन्य स्थलं भवितुम् अर्हति वा यत्र अनुमानमपि सादृश्येन तदपि भवितुम् अर्हति इति मम चिन्तनं. सादृश्यज्ञानं कथमपि आवश्यकं, परन्तु किं भवति इति चेत् तत्र अत्र वस्तुतः यावत्पर्यन्तं प्रत्यक्षं न भवति तावत्पर्यन्तं गवयपदार्थमेव जानाति न जानाति. ज्ञायते वा? यतोहि पदपदार्थयोः सम्बन्धस्य ज्ञानार्थं प्रत्यक्षरूपेण पदार्थस्य ज्ञानम् आवश्यकम्. यावत्पर्यन्तं तन्न भवति तावत्पर्यन्तं कथं वा ज्ञायेत गवयः कः? अन्यथा अनुमितौ अन्तर्भवति सर्वं. तर्हि किं दर्शनं विना अपि यथा स्मरणं न दर्शन अत्र दर्शनम् आवश्यकं महोदय, यतोहि यदि गवयस्य दर्शनं न भवति चेत् कथं ज्ञायते एषः एव गवयः पदार्थः? अस्मिन् उदाहरणे समीचीनं, किन्तु यदा कोऽपि इलायचि किमिति न जानाति, कोऽपि इलायचि एवमेव इलायचि सादृश्यं किमपि अस्ति कोऽपि वदति, तर्हि तद् दर्शनं यथा तस्य अनुभवः न तत् यदि इलायचि न दृष्टं पूर्वं चेत् इलायचि सादृश्यम् इति वाक्यस्य एव अर्थः न अवगम्य ज्ञायते. एतावत्पर्यन्तं न ज्ञातम्. तर्हि प्रत्यक्षम् अत्र उदाहरणे दर्शनं चक्षुरिन्द्रियं रसेन्द्रियं घ्राणेन्द्रियं तथा भवितुमर्हति वा सादृश्यविषये? एकस्य पुष्पस्य गन्धं कथम् अस्ति सादृश्यं कोऽपि वदति? सादृश्यज्ञानं भवति यदि तादृश इन्द्रियद्वारा तत् सादृश्यं ज्ञायते चेत् भवति. सर्वत्र चक्षुषा ग्राह्यमिति न आवश्यकं खलु? न चक्षुषा ग्राह्यमिति न आवश्यकमिति मन्ये. तादृश्यं यथा कथमपि ज्ञानं भवेत् खलु, परन्तु प्रत्यक्षम् आवश्यकम्. एवम्. अपि च अत्र किञ्चित् समस्या जाता, अत्र मम तत्र कार्ये किमपि बाधा अस्ति, मया इदानीं गन्तव्यम् इति सन्देशः आगतः. तर्हि किं कुर्मः? भवन्तः तत्र अग्रे पठन्ति वा स्वयमेव? आं महोदय. नाम पठामः नाम जानन्ति खलु तत्र जीरो डे वल्नरेबिलिटि इति ह्यः एव प्रकाशितः लाक् फोर् जे इति लैब्ररी अस्ति साफ्ट्वेर् तत्र जीरो डे वल्नरेबिलिटि ह्यः एव प्रकाशितः अत्र सर्वत्र जगति एव सर्वत्र तस्य निराकरणम् इदानीं जायमानं वर्तते इति तर्हि किं कुर्मः भवन्तः पठन्तु अग्रे पुनः अस्य पुनरावृत्तिः भवति अग्रिमे सप्ताहे क्षम्यतां किं कुर्मः इदानीं गन्तव्यम् इति चिन्ता नास्ति महोदय चिन्ता नास्ति अस्तु क्षम्यतां तर्हि अहं गच्छामि नमस्कारः धन्यवादः नमस्कारः धन्यवादः महोदय महोदय तत्र कस्यचित् मुद्रणस्य स्थगनस्य अधिकारः आवश्यकः भवति खलु अन्ते चिन्ता नास्ति भगिनी यत्किमपि कुर्मः पुनः कारयति इति मन्ये अथवा भगिनी तत्र सार्धघण्टा अथवा एकघण्टा अनन्तरं तत् आटोमेटिक्लि भग्नं भवति ध्वनिमुद्रणम् एवं वा इत्युक्ते वयं सर्वे मुद्रणस्य स्थगनं भवति अस्तु एवं प्रायशः केवलं महोदय किम् उक्तवान् आगच्छति वा जीरो डे नम्बर् इति अस्माकं कृते किमपि नास्ति खलु तस्य कार्यस्य विषये खलु आमामां भगिनि किमिति न जानामि किमस्ति अहमपि न जानामि ह्यः एव आगतम् इति किमपि उक्तवान् खलु आमां सर्वत्र अस्ति इति इदानीमेव पश्यामि परन्तु तस्य कार्यार्थं किमपि भवेत् इति मम न जानामि सैबर् सेक्युरिटि एनलिस्ट् इति मन्ये सः प्रायः अस्तु किं कुर्मः किञ्चित् पठामः वा अग्रे अग्रे कस्य क्रमः इदानीं भगिनी अनन्तरं सभ्यसचि महोदय वा प्रायः मम इति चिन्तयामि तर्हि अग्रे पठानि वा पठतु अत्र एकः मम प्रश्नः अस्ति अत्र कोष्ठके तत्र सर्वत्र एकस्मिन् एव तत्र पङ्क्त्यां तत्र समानता नास्ति खलु इत्युक्ते अत्र पक्ष संस्कारः इति अस्ति तृतीयां पङ्क्त्यां तृतीयायां पङ्क्त्यां तत् सम्यक् अनन्तरं पक्षधर्मताज्ञानं पदज्ञानं सादृश्यज्ञानम् इत्यत्र तत्र सादृश्यज्ञानं करणमस्ति तथैव पदज्ञानमपि करणमस्ति वा किन्तु अनुमाने तु तत्र व्याप्तिस्मरणमेव व्याप्तिज्ञानमेव तत्र करणमस्ति खलु तत्र अन्यस्यां पङ्क्त्याम् अस्ति वा तत्र समानता अस्ति वा न वा अत्र इति मम प्रश्नः अनुमाने परामर्शः व्यापारः करणं व्याप्तिज्ञानम् इति मया लिखितं सत्यम् इदानीम् उपरि तत्र प्रथमायां पङ्क्त्यां व्याप्तिज्ञानं शक्तिज्ञानम् आरण्यकवाक्यजन्यबोधः इति तत्र ज्ञानमस्ति अनन्तरं द्वितीयक्षणे ज्ञानं नश्यति तत्तत् संस्कारः तत्र तिष्ठति इति सर्वं तत् सम्यक् अस्ति अग्रे तृतीयायां पङ्क्त्याम् अथवा चतुर्थ्याम् इति यद् वदामः तत्र पक्षधर्मताज्ञानं पदज्ञानं सादृश्यज्ञानं त्रयमपि करणमिति स्वीकरणीयं वा त्रयः करणं व्यापारः तयोः तत्र कोष्टके समानत्वं नास्ति इति परामर्शः व्यापारः नास्ति खलु यतोहि अत्र इदानीं सादृश्यज्ञानं तु करणम् इति वयं जानीमः तथैव प्रायः पदज्ञानमपि तत्र अग्रे करणं स्यात् तर्हि पक्षधर्मताज्ञानम् इति करणं नास्ति खलु यतोहि व्याप्तिज्ञानं तत्र करणमस्ति शाब्दबोधे अहं लिखितवती करणं किं भवति इत्युक्ते पदज्ञानम् इति उक्तवान् पूर्वस्मिन् सप्ताहे. वर्णसमूहस्य ज्ञानं न तु वस्तुनः इति करणं पदज्ञानं. व्यापारः अहं लिखितवती पदार्थज्ञानम् इति तत्र पदार्थोपस्थितिः अत्र परामर्शः पदार्थोपस्थितिः अस्ति सः तत्र व्यापारः. किन्तु उपमितौ उपमितौ वाक्यार्थस्मरणव्यापारः अतिदेशवाक्यार्थस्मरणम् अवान्तरव्यापारः इति स्थूलक्षरैः लिखितं तर्हि व्यापारः वाक्यार्थस्मरणे तत्र भवति. तर्हि इदानीम् एकं वदन्तु अत्र इदानीं पक्षधर्मताज्ञानम् अपि च व्याप्तिज्ञानं तद्द्वयमपि मिलित्वा करणं भवेत् खलु अनुमित्यां न केवलं व्याप्तिः इति व्याप्तिः अपि च पक्षधर्मता तेन परामर्शः इति व्यापारः तस्मात् अनुमितिः इति फलं तथा स्वीकरणीयमस्ति वा प्रायः भगिनि न जानामि परन्तु पक्षधर्मता ज्ञानं तु व्याप्तिज्ञानस्य उद्बोधकः भवति इति इदानीमेव उक्तम्. इत्युक्ते पक्षधर्मता ज्ञानं करणमेव इत्युक्ते तत्र प्रथमं धूमं पश्यति खलु धूमं दृष्ट्वा तदनन्तरमेव व्याप्तिज्ञानं एकस्य ज्ञानम् अन्यस्य बोधकम् इति किमपि अस्ति खलु तद्दृष्ट्वा व्याप्तिज्ञानस्य स्मरणं भवति इति मम चिन्तनम्. इत्युक्ते यथा भवती वदति द्वयोः मिलित्वा एव करणं भवति परामर्शः व्यापारः. तर्हि अत्र तदर्थं तत्र किञ्चित् असमानता अस्ति इति दृश्यते यतोहि अनुमित्तौ अपि च शाब्दे प्रायः तत्र करणम् इत्यत्र भागद्वयमस्ति किन्तु उपमित्यां तु एकः एव भागः तदर्थम् असमानता इति तथा आगतम् इति पश्यतु तत्र उपमितिः एकं पूर्वमेव प्रथममेव चतुर्थः श्रेणी वा यत्र पक्षधर्मता अस्ति अथवा पदार्थ उपस्थितिः अस्ति तत्र एव फलं लब्धम् उपमितेः खलु अन्यत् किमपि नास्ति अन्तिमस्तरे किमपि नास्ति इति कृत्वा यथा भवती वदति तत् सम्यक् इति भाति मम. वस्तुतः यत्र व्याप्तिस्मरणं शक्तिस्मरणमस्ति तस्य पुरतः सादृश्यज्ञानं स्थापयामश्चेत् तत् सम्यक् भवति इति भाति. द्वयोः एक आम् सत्यम् अस्तु भवतु. किन्तु तत् मूलतर्कसङ्ग्रहपुस्तके पश्यन्नस्मि तत् अनुमितिकरणम् उपमानम् अनुमितौ व्याप्तिज्ञानं करणं परामर्शो व्यापारः इति अस्ति. तर्हि व्याप्तिज्ञानं बहु पूर्वम् अस्ति अत्र कोष्टके आरम्भे एव अस्ति करणं तदेव भगिनी वदति खलु पक्षधर्मताज्ञानं व्याप्तिज्ञानं द्वयोः एकस्यां श्रेण्यामेव स्थापयामः चेत् सम्यक् भवति इति वा भगिनी भवति इति हा इति स इत्येव प्रायः इति अथवा तत्र यत्र पक्षधर्मताज्ञानं पदज्ञानम् इति कोष्टके अस्ति तत्र आरण्यकजन्य आरण्यकवाक्यजनबोध इत्यत्र रिक्तस्थानं भवति चेदपि तत् पर्याप्तं अस्तु भवतु. वयं सर्वे एकमेव वदन्तः स्मः इति आहत्य कोष्टके तत्र समानत्वं नास्ति व्यापारः करणं तेषाम् एकस्मिन् पङ्क्तौ तथा नास्ति प्रायः तथा न उद्देश्यः केवलं क्रमः तर्हि अग्रे गच्छामि वा. अपि च अहं चिन्तयामि अत्र व्याप्तिज्ञानमेव प्रथमं भवति अनन्तरं पक्षधर्मता ज्ञानम् अपि अतः एव तथा दर्शितवन्तः इति चिन्तयामि. तथा वा अथवा पक्षधर्मता प्रथमम् अनन्तरं तत्र न किमर्थम् इत्युक्ते अत्र प्रथमं किं पूर्वमेव भवति खलु व्याप्तिज्ञानं वा पाकशालायां वा किमपि तत्र पश्यामः व्याप्तिज्ञानम् अत्र व्याप्तिस्मरणम् इति लिखितं भगिनि स्मरणं भवति तर्हि पक्षधर्मताज्ञानं व्याप्तिं व्याप्तिस्मरणं जनयति इति तर्हि पक्षधर्मताज्ञानं तत्र किम् इत्युक्ते पूर्वं व्याप्तिज्ञानम् आसीत् अनन्तरं तत्र धूमं पर्वते पश्यामः चेत् तत्र पक्षधर्मताज्ञानम् अभवत् अनन्तरं धूमं दृष्ट्वा व्याप्तिस्मरणं भवति अनन्तरं परामर्शः भवति सत्यं भगिनि तदेव परन्तु व्याप्तिज्ञानम् इति न दर्शितं केवलं तावदेव खलु व्याप्तिस्मरणमेव दर्शितम् न व्याप्तिज्ञानं प्रथमम् अस्ति खलु उपरि उपरि दर्शितम् ओ उपरि अस्तु अस्तु अस्तु आम् भगिनि सम्यक् अस्ति अग्रे गच्छामि खलु कृपया भगिनि अत्र च अतिदेशवाक्यार्थस्मरणमेव यस्य पुरुषस्य अस्ति न सादृश्यज्ञानं तस्य कश्चित् गोसादृश्यवान् गवयपदवाच्यः इति ज्ञानसम्भवेऽपि सा व्यक्तिः का इति निश्चयो न स्यात् चक्षुषा तु सादृश्ये गवये गृहीते इयं पिण्डव्यक्तिरेव गवयपदवाच्या इति निश्चयः भवति इति सादृश्यप्रत्यक्षास्ति प्रत्यक्षस्यास्ति अपेक्षा अस्तु अत्र च अतिदेशवाक्यार्थस्मरणम् एव यस्य पुरुषस्य अस्ति न सादृश्यज्ञानम् अस्तु तस्य कश्चित् गोसादृश्यवान् गवयपदवाच्यः इति ज्ञानसम्भवे अपि सा व्यक्तिः का इति निश्चयो न स्यात् अत्र इत्युक्ते सः किमपि पिण्डं न दृष्टवान् इतः पूर्वं केवलं वाक्यं श्रुतवान् परन्तु तादृशपिण्डं न दृष्टवान् इति मम अवगमनं गवयं न दृष्टवान् तादृशज्ञानं नास्ति इत्युक्ते गवयस्य दर्शनं न जातं तस्य केवलं गोसदृशः गवयः इति अतिदेशवाक्यं श्रुतवान् अस्ति इति खलु आम् आम् तस्य कश्चित् गोसादृश्यवान् गवयपदवाच्यः इति ज्ञानसम्भवे अपि सा व्यक्तिः का इति निश्चयः न भवति इत्युक्ते गवयः कः इति सः निश्चयेन न जानाति एतावत्पर्यन्तं केवलम् अतिदेशवाक्यम् एव सः जानाति इति चक्षुषा तादृश्ये गवये गृहीते इत्युक्ते यदा सः गवयं पश्यति इयं पिण्डव्यक्तिः एव गवयपदवाच्या इति निश्चयः भवति यदा सः गवयं पश्यति तदानीं तद् अतिदेशवाक्यार्थस्मरणेन इयं पिण्डः तत्र क्षम्यताम् इयं पिण्डव्यक्तिः एव गवयपदवाच्यः इति सः जानाति गवयपदवाच्य इति तस्य ज्ञानं भवति इत्युक्ते अयमेव गवयः इति सः जानाति भवति इति तादृशप्रत्यक्षस्य अस्ति क्षम्यतां सादृश्यप्रत्यक्षस्य अस्ति अपेक्षा तर्हि अस्तु तर्हि आहत्य अतिदेशवाक्यं सः जानाति चेत् न पर्याप्तम् तत्र सादृश्यव्यक्तेः दर्शनमपि आवश्यकं तदानीमेव उपमितिः जायते इति अत्र सारांशः एवम् एवमस्ति भगिनि इत्युक्ते किञ्चित् सम्भवः अस्ति किञ्चित् ज्ञानस्य सम्भवः अस्ति परन्तु सा व्यक्तिः कथं दृश्यते कथम् अस्ति इति ज्ञानं नास्ति तदर्थं अत्र प्रत्यक्षस्य अपेक्षा अस्ति इति उक्तम् इति मम चिन्तनम् इत्युक्ते तद् प्रत्यक्षदर्शनम् इत्यपि कश्चन भागः अस्ति उपमित्याम् इति अपि च अनेन तत्र कोष्टके किं लिखितं तादृशज्ञानम् अनन्तरं वाक्यार्थस्मरणम् अस्मिन् परिच्छेदे सादृशज्ञानात् पूर्वम् अधिदेशवाक्यस्मरणं भवति चेत् ज्ञानं न उत्पद्यते, खलु? सादृशज्ञानम् अनन्तरम् अधिदेशस्मरणं भवेत् इति ज्ञायते. इत्युक्ते इत्युक्ते सादृश्यज्ञानम् एव उद्बोधकम् अस्तु. तदर्थं तत्र रिक्तस्थानं नास्ति इति इदानीम् अवगम्यते. तदर्थं पक्षधर्मताज्ञानम् उद्बोधकं, पदज्ञानम् उद्बोधकं, तथैव सादृश्यज्ञानमपि उद्बोधकम्. किन्तु कस्य उद्बोधकम् इति चेत् तत्र व्याप्तेः उद्बोधकं, शक्तेः उद्बोधकं, वाक्यार्थस्य उद्बोधकम् इति वाक्य अथवा वाक्यार्थस्मरणस्य उद्बोधकम् इति वक्तव्यं, न तु वाक्यार्थस्य उद्बोधकम्. तत्र भगिनि अतिदेशवाक्य वाक्यार्थस्मरणम् इत्युक्ते पूर्वमेव अन्य कोऽपि उक्तवान् अथवा तथा सः आरण्यकः पुरुषः उक्तवान् गो सदृश गवयः इति. आमामां पूर्वमेव श्रुतम् इति अन्य कुत्र अतिदेशवाक्यार्थस्मरणम् अस्तु, सम्यक्. अपि च अतिदेशवाक्यम् इत्युक्ते एकस्य धर्मम् अन्यत्र स्थापनं खलु, तदा एकस्य धर्मः. आमामां तर्हि यत् पूर्वम् अस्माकम् अथवा मम तथा अवगमनमासीत् पक्षधर्मता पदज्ञानम् अपि च तत्र रिक्तस्थानम् इति नास्ति, इदानीं किमर्थं सादृश्यज्ञानं तत्र स्थापितम् इति स्पष्टमस्ति. यतो हि त्रयमपि उद्बोधकम् अस्ति. अपि च प्रश्नः, क्षम्यतां वदतु महोदय. प्रश्नः आसीत् क्षम्यताम् उपमान प्रकरणे सर्वतः प्रत्यक्षप्रमाणम् इत्युक्ते प्रायः प्रत्यक्षप्रमाणं भवति किन्तु दर्शनमेव नास्ति खलु, प्रायः अन्य किं प्रत्यक्षप्रमाणानि ये सन्ति इत्युक्ते करणं सर्वदा चक्षुरिन्द्रियमेव भवेत् इति नास्ति खलु. सत्यम् इत्येव भाति, यतोहि तत्र केवलं सादृशज्ञानम् इति लिखितं, तत् सादृशज्ञानं कथञ्चिदपि भवितुम् अर्हति इति. यथा व्याकरणं, व्यापारः, कोशः इति महोदयेन उक्तं खलु. सत्यम् अस्तु. अग्रे अग्रे सरामः वा पठामि वा? अस्तु अस्तु. केवलं सादृश्यप्रत्यक्षं तु अकिञ्चित् करमेव. कदाचित् प्राणिसङ्ग्रहालये वयं गच्छामः, तत्र मर्कटसादृश्यम् एकस्मिन् पिण्डे, गोसादृश्यं परस्मिन् पिण्डे, व्याघ्रसादृश्यं च ततोपि अन्यस्मिन् चक्षुषा गृह्यते. न हि तत्र शक्तिग्रहः आनुभाविकः, अतः तत्र गमनात् प्राक् मर्कटसदृशः चिम्पाञ्जी पदवाच्यः गोसादृशी निलगौः व्याघ्रसादृशः चित्रकः इति तत्र अतिदेशवाक्यार्थबोधः तज्जन्यश्च संस्कारः आत्मनि आवश्यकः एव. इदानीमेव यत् दृष्टवन्तः पूर्वतनपरिच्छेदे तत्र विस्तारेण किञ्चित् दत्तमस्ति, इत्युक्ते अतिदेशवाक्य स्मरणम् इति आवश्यकं, परन्तु अग्रे गत्वा प्रत्यक्षदर्शनम् इति आवश्यकम् अपि अस्ति इति उक्तम्. इदानीं किं वदति इत्युक्ते केवलं सादृश्यप्रत्यक्षं तु अकिञ्चित् करमेव, इत्युक्ते अहं यत् अवगच्छामि इत्युक्ते एकः एव भागः अस्ति सादृश्यप्रत्यक्षम्, अन्यत् भागः अपि आवश्यकं, तत् भवति अतिदेश वाक्यार्थबोधः इति, तदपि आवश्यकम्. उदाहरणत्वेन अत्र दत्तमस्ति, तत्र प्राणिसङ्ग्रहालये इति ज़ू इति वक्तुं शक्यते प्रायशः. तत्र यदि गच्छामः चेत् तत्र बहुप्रकारः प्राणिनः तत्र सन्ति, मर्कटसादृशम् इति अथवा गोसादृश्यं, व्याघ्रसादृश्यं, चिम्पाजी अपि इति. तत्र प्राणिसङ्ग्रहालये चक्षुषा एतत् सर्वं गृह्यते यदा गच्छामः तत्र. तत्र वदति न हि तत्र शक्तिग्रहः आनुभाविकः. पूर्णतया न अवगच्छामि, न हि तत्र इत्युक्ते केवलम् अत्र डबल् नेगेटिव् अस्ति. शक्तिग्रहः प्रायशः तत्र जायते, परन्तु प्रायशः पूर्णतया नास्ति इति चिन्तयामि. न हि तत्र शक्तिग्रहः आनुभाविकः इत्युक्ते तत्र डबल् नेगेटिव् नास्ति महोदय, खलु केवलम् अस्तु न इत्युक्ते प्रायः अनुभवेन शक्तिग्रहः न भवति इति वदति इति चिन्तयामि. इत्युक्ते केवलं दृष्ट्वा पदपदार्थयोः सम्बन्धः न भवति इति प्रायः, खलु? सम्यक् सम्यक्. केवलं प्रत्यक्षज्ञानेन सर्वं न अवगम्यते इति, प्रत्यक्षज्ञानेन. उत्तरत्वेन अग्रिमेव वाक्य वदति, अतः तत्र गमनात् प्राक् इत्युक्ते एतत् सर्वं मर्कटसदृशः, चिम्पाजिपदवाच्य अथवा अन्यत् अपि व्याघ्रसदृशः, चित्रकः इति तत्र तत्र अतिदेशवाक्यार्थबोधः. चित्रकः इत्युक्ते कीदृशम् एतत् सर्वं, तत्र पूर्वमेव ज्ञानम् इति तस्य आवश्यकं, यत् प्रत्यक्षं नास्ति परन्तु अतिदेशवाक्यार्थबोधः इति. संस्कारः इति अस्ति चेत् आत्मनि इत्युक्ते तद् ज्ञानम् अस्ति चेत् तत् आवश्यकः भवति. यदि अतिदेशवाक्यबोधः अस्ति तदनन्तरं प्राणिसङ्ग्रहालये गत्वा एतत् सर्वं पश्यति चेत् तत्र शक्तिग्रहः भवति. केवलं प्रत्यक्ष दर्शनेन न भवति, अतिदेशवाक्यार्थबोधः अपि आवश्यकः इति वदति. अतिकिञ्चित् करमेव इति न अवगच्छामि पूर्णतया, किम् अतिकिञ्चित् करमेव, अकिञ्चित् करमेव, किमपि न करोति इति चिन्तयामि, किमपि न भवति, किञ्चिदपि न किञ्चिदपि अवश्यं किञ्चिदपि किं फलं न भवति इति प्रायः. आमामाम्. अत्र पूर्वस्मिन् परिच्छेदे वाक्यार्थस्मरणं सादृशज्ञानं तयोः क्रमः, अत्र भिन्नं सादृश्यं अस्ति किन्तु वाक्यार्थस्मरणं नास्ति, तथापि ज्ञानं न उत्पद्यते. यथा व्याप्तिस्थले यथा अनुमितिस्थले पक्षधर्मताज्ञानं व्याप्तिस्मरणं द्वौ अपि आवश्यकः, तथा अत्र सादृश्यज्ञानं वाक्यार्थस्मरणं द्वयोः आवश्यकता अस्ति इति पुस्तकात् भाति, खलु? तेन क्रमेण एव भवितव्यम् इति, खलु? इत्युक्ते द्वितीयपरिच्छेदे प्रायः गोसदृशः इति न जानाति, केवलं पश्यति तत् व्यक्तिं, गवयव्यक्तिं पश्यति किन्तु न जानाति गोसदृशः इति, खलु? अथवा गोसदृशो गवया इति न श्रुतं पूर्वम्, अतः किम् इति न जानाति, केवलं पश्यति तथा, खलु? वाक्यार्थबोध तज्जन्य संस्कारः तत् नास्ति. तर्हि चिम्पाञ्जि दृष्ट्वा एषः चिम्पाञ्जि इति न ज्ञातुं शक्नोति. पूर्वं न श्रुतं चिम्पाञ्जि पदमिति न श्रुतम्, अपि च चिम्पाञ्जि मर्कटसदृश इत्यपि न श्रुतं चेत् कथं संस्कारः न भवति. किन्तु अहं न अवगच्छामि, अत्र सः प्राणिसङ्ग्रहालयं गच्छति, अपि च तत्र किं चित्रकं पश्यति, सः पूर्वं कदापि न दृष्टवान्, किन्तु सः व्याघ्रं जानाति, किन्तु व्याघ्रसदृशः चित्रकः इति सः न जानाति चेदपि तस्य तथा ज्ञानं न भवति वा? कथं सादृश्यं भवति खलु, ओ चित्रः टैगर् इव दृश्यते इति ज्ञानं भवति न वा? प्रायः व्याघ्रं न जानाति इति वदतु महोदय, क्षम्यतां वदतु. क्षम्यतां, व्याघ्रं जानाति, सन्ध्या भगिनी उक्तवती व्याघ्रं जानाति, चित्रकं दृष्ट्वा ओहो एषः व्याघ्रः इव दृश्यते, किन्तु तस्य नाम किम् इति न जानामि इति अनुभवः. ओ अस्तु, तर्हि इदानीं तस्य सादृश्यज्ञानमस्ति, किन्तु तत्र किं चित्रक इति नाम इति दातुं तत्र वाक्यार्थः कोऽपि नास्ति. हा, न कोऽपि आरण्यकः तम् उक्तवान् चित्रः. अस्तु, अवगच्छामि इदानीम्. न हि तत्र शक्तिग्रहः आनुभविकः, न हि तत्र शक्तिग्रहः इत्युक्ते पदार्थं पश्यति किन्तु पदपदार्थयोः सम्बन्धः कः इति न जानाति, यथा भवान् उक्तवान् नामकरणं न जानाति अत्र खलु. हा तथा अस्तु, वाक्यजन्यबोधः नास्ति, अतिदेशवाक्यार्थबोधः. अग्रे कः? अग्रे कश्चन, भवान् एव इति मन्ये, भवान् एव इति भाति. अस्तु, धन्यवादः. सति तु संस्कारे तत्तत् पिण्डे सादृशस्य चक्षुषा ग्रहणे च वाक्यार्थस्मरणं भवति, ततश्च तत्र तत्र शक्तिग्रहाः जायन्ते. चिम्पाञ्जीत्वजातिविशिष्टः चिम्पाञ्जीपदवाच्यः, नीलगोत्वविशिष्टा गोपदवाच्यः, चित्रकत्वजातिविशिष्टः चित्रकपदवाच्यः इति एवं विधाः. यदि पूर्वं संस्काराः सन्ति, यथा कोष्टके अस्ति, के संस्काराः तत्र व्याप्तिज्ञानं शक्तिज्ञानम् आरण्यवाक्यजन्यबोधः इति संस्काराः सन्ति चेत् तत्तत्पिण्डे मर्कटं दृष्ट्वा तादृशस्य चक्षुषा ग्रहणे च वाक्यार्थस्मरणं भवति. कोऽपि उक्तवान् चिम्पन्जी मर्कटसदृशः अस्ति, नीलगौः किं गोसदृशः सदृशी अस्ति, चित्रकः व्याघ्रसदृशः अस्ति इति संस्काराः सन्ति चेत् तं दृष्ट्वा चक्षुषा ग्रहणे प्रत्यक्षग्रहणे वाक्यार्थस्मरणं भवति, तस्मात् तत्र तत्र शक्तिग्रहाः जायन्ते. मर्कटं दृष्ट्वा चिम्पाञ्जी संस्कारं स्मृत्वा अहो एषः चिम्पाञ्जी, अपरस्मिन् पिण्डे एषः नीलगौः, तृतीयपिण्डे एषः चित्रकः, तर्हि चिम्पाञ्जीत्वजातिविशिष्टः दृश्यते, चिम्पाञ्जीपदवाच्यः स्मर्यते, अनेन एषः चिम्पाञ्जी, नीलगोत्रविशिष्टा प्रत्यक्षमस्ति, नीलगोपदवाच्य इति स्मरणं, तयोः सम्बन्धः शक्तेः कार्यम् अत्र भवति. पदविशिष्टः जातिविशिष्टः पदवाच्यः तयोः सम्बन्धेन किं ज्ञानं जायते, तत् विषये तस्य ज्ञानं जायते इति. सम्यगस्ति वा? इत्येव भाति मम. इत्युक्ते सारांशः तदेव अस्ति खलु, द्वयमपि आवश्यकम् इति. अपि च सादृश्यं चक्षुषा ग्रहणे वाक्यार्थस्मरणं भवति. एकः अपरस्य उद्बोधकः इति वा, सादृशज्ञानं स्मारयति. अत्रापि पुनः चक्षुषा ग्रहणे इति केवलम् एकम् उदाहरणं स्यात् खलु, यथा पूर्वं चर्चितम् अस्माभिः. अस्मिन् प्रसङ्गे चक्षुषा ग्रहणम्, अन्यत्र प्रायः तत्र कर्णभिः ग्रहणम् इत्यादिकं भवितुम् अर्हति खलु. प्रायः मया महोदयं पृष्टम् अपि च किञ्चित् पूर्वं तत्र एकः पुष्पं न जानाति, एतस्य पुष्पस्य गन्धः अपरस्य पुष्पः इव अस्ति सादृश्यं तथा भवितुमर्हति. पुष्पं वा गन्धः वा इति भवितुमर्हति. महोदयेन उक्तं खलु, मया आरम्भे पृष्टम्. अग्रे अत्र भगिनि एकः प्रश्नः, यथा स्वार्थानुमानं भवति तथैव स्वार्थ उपमानमपि भवितुम् अर्हति खलु. वाक्यार्थ वाक्यस्य श्रावणम् इति एव पर्याप्तं वा, अथवा अस्मासु अपि तादृश चिन्तनं वा वाक्यं वा भवितुम् अर्हति खलु. यदा द्वितीये परिच्छेदे अत्र सादृशप्रत्यक्षं तु अकिञ्चित् करमेव इति लिखितं, परन्तु यदा सः व्याघ्रः सदृशः एकं पिण्डं पश्यति तस्मिन् मनसि एव किञ्चित् भवितुम् अर्हति, ओ एतत् व्याघ्रसदृशः प्राणिः इति स्वार्थ उपमानम् इति भवितुम् अर्हति वा इति मम प्रश्नः. न, किन्तु सः चित्रकः इति कः वदति? नामकरणम् एव अत्र इङ्गितं वा, अथवा स्वार्थ उपमानम् इत्यपि, तदेव मम प्रश्नः. नामकरणम् एव उपमा वा इत्युक्ते अहं चिन्तयामि द्वयोः मेलनम् इति चिन्तयामि भगिनि. सादृश्यम् अपि च नामकरणं, संज्ञा अपि च संज्ञी खलु. संज्ञा नास्ति चेत् केवलं वदतु भगिनि. अहमपि चिन्तितवती यदि मृगालयं गच्छामः तत्र किमपि लिखितं भवति खलु, लैक् चिम्पान्जी वा लिखितं भवति, तदा कथम् अनुमितिः न भवति खलु इति, पूर्वज्ञानं न आसीत् अथवा कथं भवति इति मम कुतूहलम् इदानीं. तत्र पश्यामः चेत् अस्तु मर्कटः इव दृश्यते इति तत् जानीमः, किन्तु सादृशज्ञानम् दृष्ट्वा अभवत् खलु, तत्र पूर्वं न आसीत्. किन्तु उदाहरणे आरण्यकः वदति, तस्य स्थाने पुस्तके अपि पठितुं शक्नोति, पुस्तके मया दृष्टं, कुत्रापि न श्रुतं न दृष्टम् इति स्वीकुर्मः चेत् तर्हि न भवति उपमितिः, केवलं सादृश्यं, केवलं सादृश्यं. श्रवणं वा कुत्रापि यत्र केचित् लिखितम् अस्ति तदपि पर्याप्तं खलु. तत्र कोऽपि वदति तथा एव अस्ति खलु, आरण्यकस्य वचनात् एव अस्ति लिखितम् अस्ति चेत्. हा, किन्तु तत्र सादृश्यज्ञानं नासीत् इत्युक्ते केवलं मनसि आगतम् अतः वदामि. चिम्पान्जीं दृष्ट्वा तत्र फलकं पश्यामः खलु, किमपि नूतनप्राणी अस्ति, तत्र उपमानं नास्ति, उपमितिः नास्ति खलु, तत्र तत्र यथा पृष्टवती माता घटं प्रदर्श्य बालकम् एषः घटः बालकं वदति, तत्र किं तत्र उपमितिः नास्ति खलु. नास्ति नास्ति. अत्रापि यत्र केज् लिखितम् अस्ति एकस्मिन् क्षणे पश्यति मर्कटमपि पश्यति, मर्कटं चिम्पान्जि पश्यति, तस्य नाम अपि पश्यति, तत्र केवलं प्रत्यक्षं खलु. शाब्दबोधः किमर्थम् इत्युक्ते तत्र फलकं पश्यति खलु, प्रत्यक्षमपि अत्र पूर्वसंस्कारः किमपि नास्ति तत्र, अत्र अस्ति पूर्वं श्रुतं स्मरणं तत्सर्वम् अत्र नास्ति, वाक्यार्थस्मरणं तत् आगच्छति अपि तत्र तस्य सम्बन्धः नास्ति खलु. अस्तु महोदय समापयतु, अन्तिमवाक्यं पठतु महोदय, तावदेव. तदेतत् सार्थक्यं न्यायवर्तिकवर्तिक टीकादि प्रतिपादितं टीकादि वार्तिक टीकादि प्रतिपादितं निरूपम् इति सर्वं चतुरस्रम्. एतत् सार्थक्यं न्यायवर्तिका टीकादि प्रतिपादितम् अन्वेषण पुस्तके अस्ति वा, निरूपं निरूपितम् इति सर्वं चतुरस्रम् इति किं समाप्तं वा? चतुरस्रम् इत्युक्ते रेक्टेङ्गल् खलु, स्क्वेर् आल् स्क्वेर्ड् अवे इति वा. तदेतत् अवगच्छामि. ओ अस्तु, पूर्वस्मिन् पुटे दट् टेबल् तस्य वर्णनं एवम्. ओ ओ तदेव चतुरस्रं वा, अस्तु अस्तु रेक्टाङ्गल् ओके. प्रायः एतत् सार्थक्यं न्यायवार्तिकटीकादिप्रतिपादितं, प्रायः टीका अन्यत् न्याय न्याय न्यायस्य किमपि टीका तत्र प्रतिपादितं तत्सर्वम् अत्र निरूपितम् इति प्रायः मम ऊह तदस्ति, न जानामि. तत्र अस्ति अत्र निरूपितं अस्तु, समापयामः. लघुखण्डः एव आम्, लघुखण्डः आसीत्, प्रायः सरला भगिनी न पठितवती, कारणं न पठामि इति उक्तवती भगिनी. आम् ओ अस्तु अस्तु, किं महोदय? अनुमानविषयात् एषः विषयः अतिलघु एव, अनुमानं विस्तारम् आसीत्. आम् अनुमानमेव अधिकम् आसीत् खलु प्रत्यक्षात् अपि. सत्यम् अनुमानखण्डः बृहत्खण्डः. अस्तु अन्तिमवाक्यं कः पठति, तदपि समापयामः. भवती पठतु सविता भगिनी. अस्तु, इति श्रीगोडाकुलाब्दिपूर्णचन्द्रमहामहोपाध्याय श्रीसुब्रह्मण्यगुरुचरणान्तेवासिनः देवदत्तस्य कृतौ तर्कसङ्ग्रहव्याख्यायां विद्याधरीसंज्ञकायाम् उपमानखण्डः. अस्तु किमपि वर्णयितुं न शक्नोमि, परन्तु तत्र ललिता नाम आगच्छति खलु तत्र अन्ते. सर्वत्र विष्णुसहस्रनामे मङ्गलश्लोकः मङ्गलवाक्यं तथा अस्ति खलु अत्र. अपि च गुरुं प्रति आदरं प्रकटयितुम् इच्छति खलु. महोदय श्रीसुब्रह्मण्यस्वामिनः देवदत्तस्य कृतौ, स्वामिनः देवदत्तस्य, स्वामिनः इत्युक्ते तस्य देवदत्तस्य स्वामी सः अस्ति. स्वामिनः क्षम्यता मम दोषः, वासिनः सत्यं सत्यम्. छात्राणां छात्राणां त्रीणि सोपानानि सन्ति, विद्यार्थी, अन्तेवासी, शिष्यः इति वदन्ति जनाः. विद्यार्थी यः यस्य जिज्ञासः सः विद्यार्थी, विद्या प्राप्तुम् इच्छति. द्वितीयः अन्तेवासी यः गुरुकुले वसति. शिष्यः गुरुः डिटर्मिन् करोति, गुरुः निश्चय कः मम शिष्यः इति गुरुः चयति इति सोपानत्रयमस्ति. गुरुकुले अस्ति चेत् इत्युक्ते गुरुः पाठयति किन्तु शिष्यः इति न स्वीकृतम् इति वा? हा इति इति वेदान्तवादिनः स्वामी दयानन्दसरस्वती एकवारम् उक्तवान्. आधुनिकदिनेषु अन्तेवासी यूनिवर्सिटि गत्वा फुल् टैम् प्रोग्राम् एन्रोल् करोति, विद्यार्थी विकिपीडिया पठति, शिष्यः यः पि एच् डि करोति सः गुरुः तं किमपि स्वीकरोति शिष्येन शिष्यरूपेण इति आधुनिकदिनेषु इण्टर्प्रिटेशन् अस्ति. अस्तु विरमामः. धन्यवादाः. नमस्कारः. शुभं भूयात्. सर्वेषां नमस्कारः. धन्यवादः. शुभदिनं. धन्यवादः. नमस्कारः.